गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अनुमानम् इति नाम तत्र विभागः इति गुणः अतिरिक्तगुणः वर्तते संयोगनाशकः अस्ति इति साधयितुम् इच्छामः अतः तत्र साधनम् अस्माकं साधनं तु तत्र प्रत्यक्षम् इति न भवति तत्र अनुमानेन तत्र साधयामः इति कृत्वा तत्र अनुमानं नाम किम् अनुमानं नाम तत्र ज्ञानस्य एकप्रकारः तत्र प्रत्यक्षज्ञानम् इति अस्ति किन्तु यत्र प्रत्यक्षज्ञानं न भवति किन्तु अन्यारीत्या ज्ञानम् उत्पद्यते तत्र अनुमानम् इति एकप्रकारं तत्र प्रत्यक्षज्ञानम् अनुमानम् उपमानम् अपि शाब्दबोधः इति तत्र ज्ञानानां ज्ञानस्य तत्र विविध तत्र प्रकाराः सन्ति तत्र अनुमानं नाम तत्र इन्द्रियेण न लब्धं ज्ञानं किन्तु प्रत्यक्षज्ञानं यद् अस्ति तस्य आधारेण नूतनं ज्ञानम् उत्पद्यते अत्र उदाहरणार्थं प्रसिद्ध उदाहरणम् अस्ति नाम तत्र धूमः पर्वते अस्ति नाम पर्वतः धूमवान् अपि यत्र धूमः वर्तते तत्र वह्निः अपि भवेत् इति ज्ञानं तदस्ति अनुमानं नाम तत्र धूमस्य प्रत्यक्षज्ञानम् अस्ति वह्निः तत्र पर्वते अस्ति इति प्रत्यक्षज्ञानं नास्ति किन्तु धूमं दृष्ट्वा वह्निः अपि भवति इति अस्माकम् अनुभवः अतः तत्र वह्निपर्वतः वह्निमान् अतः पर्वतः वह्निमान् धूमात् यथा महानसम् इति तत्र अनुमानवाक्यं भवति तत्र अनुमिति इति यत् ज्ञानं भवति साक्षात् ज्ञानं भवति तदस्ति अनुमितिः अतः अनुमितेः आकारः अस्ति तत्र पर्वतः वह्निमान् इति अतः तत्र प्रत्यक्षज्ञानं वह्नेः प्रत्यक्षज्ञानं नास्ति किन्तु धूमः पर्वते अस्ति इति कृत्वा धूमः पर्वते अस्ति इति तत्र प्रत्यक्षज्ञानं तेन प्रत्यक्षज्ञानेन नूतनं ज्ञानम् अनुमानं तत्र पर्वतः वह्निमान् पर्वते वह्निः अस्ति इति अतः तत्र मुख्य अंशः एकः मुख्यः अंशः अस्ति तत्र यत्र यत्र धूमः तत्र तत्र वह्निः अतत् तदस्ति तत्र व्याप्य व्यापकः इति तत्र धूमः यत्र अस्ति तत्र वह्निः अपि अस्ति व्याप्यः इति तत्र तस्य क्षेत्रं न्यूनं व्यापकः इति तस्य क्षेत्रं बृहत् अतः तत्र यत्र यत्र धूमः तत्र तत्र वह्निः तत्र विपरीततया न वक्तुं शक्नुमः नाम यत्र यत्र वह्निः तत्र तत्र धूमः तत् समीचीनं नास्ति किन्तु यत्र धूमः तस्य निश्चयेन तत्र निश्चयेन वह्निः भवति एव अतः तत्र अनुमाने तत्र अनुमानवाक्ये तत्र के अंशाः सन्ति इति कोऽपि स्मरयति वा तत्र हा नूतनतया तत्र नरसिंहग्डे महोदय नमस्कारः नमस्कारः महोदय नमस्कारः मृणालिनी भगिनी नमस्कारः नमस्कारः आचार्य नमस्कारः चन्द्रमती भगिनी नमस्कारः नमस्कारः तर्हि तत्र अनुमानवाक्ये तत्र कः अथवा का वक्तुम् इच्छति तत्र अनुमानवाक्ये तत्र चत्वार अंशाः सन्ति ते के तत्र पक्षः साध्यं हेतुः दृष्टान्तः इति भवति हा तर्हि तत्र पर्वते पर्वतः वह्निमान् धूमात् पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र तत्र पर्वतः पक्षः भवति वह्निः साध्यम् इत्युक्ते पक्षे साधयितुम् इच्छामः तर्हि वह्निः साध्यं पर्वते साधयितुम् इच्छामः अतः साध्यम् अपि च हेतुः इति तत्र धूमः धूमः हेतुः इति भवति तत्र किं दृष्टान्त अन्यत् अस्ति दृष्टान्त अन्यत् अस्ति इत्युक्ते तत्र हेतुः इत्यत्र अन्यत् किमपि वक्तव्यमस्ति महोदय हेतुः कारणं कारणं हा अपि च दृष्टान्तः इति अन्तिमं तदस्ति तत्र महानसम् इति दृष्टान्तः अथवा दृष्टान्तं भवति तत्र अपि तत्र हेतुः मध्ये हेतुः अपि साध्ययोः मध्ये कीदृशसम्बन्धः हेतुसाध्ययोः इत्युक्ते तत्र आश्रय किं समानाधिकरणगुण न तद् तद्भिन्नं अत्र अत्र अनुमानवाक्ये हेतुः अस्ति साध्यः अस्ति तत्र धूमः इति कः भवति धूमः इति हेतुः भवति अपि तत्र साध्यः अस्ति व्याप्यव्यापकभावः व्याप्यः हेतुः व्यापकः साध्यः भवति तर्हि साध्यः इति अतः तत्र हेतुः साध्ययोः मध्ये व्याप्यव्यापकभावः सम्बन्धः भवेत् अतः तेन आधारेण एव तत्र यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इत्युक्ते यत्र यत्र व्याप्यः इत्युक्ते यत्र यत्र हेतुः तत्र तत्र व्यापकः इत्युक्ते साध्यम् यत्र यत्र हेतुः तत्र तत्र साध्यम् अतः पक्षे हेतुः अस्ति चेत् तर्हि पक्षे व्यापकः पक्षे हेतुः अस्ति चेत् व्याप्यः भवति वा अतः पक्षे व्याप्यः अस्ति चेत् तत्र साध्ये साध्यमपि तत्र भवेत् खलु भवेत् नाम यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति तयोः मध्ये सम्बन्धः अतः पक्षे हेतुः अस्ति चेत् नाम पर्वते धूमः अस्ति चेत् अस्ति अपि पर्वते धूमः अस्ति अपि यत्र यत्र धूमः तत्र तत्र वह्निः वह्निः इदानीं पर्वते धूमः अस्ति अतः पर्वते वह्निः अपि भवति अतः हेतुः साध्यः तयोः मध्ये व्याप्यव्यापकः भावः भवेत् तदा एव वयं तत्र पक्षे हेतुः अस्ति इति कृत्वा साध्यः अथवा साध्यमपि पक्षे अस्ति इति साधयितुं शक्नुमः समीचीनम् आम् महोदय अतः समीचीनं तर्हि तत्र पक्षः अस्ति साध्यः अस्ति हेतुः अस्ति अपि साधारणतया हेतुः इति तत्र अनुमानवाक्ये विभक्तिरूपं किं भवति तत्र हेतोः हेतुसूचकपदस्य तत्र अनुमानवाक्ये वा अनुमानवाक्ये नाम पर्वतः वह्निमान् धूमात् वह्निमान् धूमात् इति भवति धूमः इदानीं हेतुः खलु धूमः हेतुः तस्य पञ्चमी भवति धूमात् धूमः अस्ति इति कारणात् अतः पञ्चमी कारणपञ्चमी तत्र धूमात् तर्हि तत्र हेतुसूचकपदं पञ्चम्यन्तं भवति अनुमानवाक्ये अन्तिमं भवति दृष्टान्तः उदाहरणम् इति अस्ति अस्तु समीचीनम् अतः तत्र अत्र गतवर्गे वयं तत्र वह्निः उष्णः वह्नित्वात् इति अपि तत्र वयं अवगतवन्तः नाम तत्र अपि तत्र का व्याप्यव्यापकभावः अस्ति तत्र कार्यकरणभावः नास्ति इति उक्तं किन्तु तत्र गतवर्गे प्रश्नः आगतः तत्र मृणली भगिन्याः प्रश्नः नाम तत्र उदाहरणं किम् अस्ति यत्र व्याप्य व्यापकः भावः वर्तते किन्तु कार्यकारणभावः नास्ति इति तदानीं तत्र मम मनसि उदाहरणं न आगतं किन्तु इदानीं तत्र किञ्चित् वक्तुं शक्नोमि तर्हि तत्र प्रश्नः अस्ति अत्र धूमः वह्निः तयोः मध्ये तत्र वह्निः तत्र कारणम् अस्ति धूमस्य तर्हि तत्र कार्यकारणभावः धूमः वह्निः तयोः मध्ये व्याप्य व्यापकभावः अपि अस्ति अपि कार्यकारणभावः अपि अस्ति किन्तु यत्र तत्र उदाहरणम् अस्ति वा यत्र कार्यकारणभावः नास्ति किन्तु व्याप्य व्यापकभावः अस्ति इति प्रश्नः अतः तत्र तस्य उदाहरणानि अनेकानि सन्ति तत्र गतवर्गे मनसि एकमपि न आगतं किन्तु अनेकानि उदाहरणानि सन्ति अतः एकं वदामि तत्र तत्र किं स्वीकुर्मः पुस्तकम् इति स्वीकुर्मः तर्हि पुस्तकं कीदृशपदार्थः पुस्तकं पृथ्वी वा जलं वा किं द्रव्यं हा द्रव्यमपि अस्ति पृथ्वी अपि पृथ्वी अपि अस्ति समीचीनं हा तर्हि अपि तत्र यत्र पृथ्वीत्वम् अस्ति तत्र द्रव्यत्वम् अस्ति वा अस्ति अस्ति खलु यत्र पृथ्वीत्वम् अस्ति तत्र द्रव्यत्वम् अस्ति यतोहि पृथ्वी इति द्रव्यमस्ति अतः तत्र यत्र यत्र पृथ्वीत्वं तत्र तत्र द्रव्यत्वम् इति आगतं खलु तर्हि पृथ्वीत्वम् अपि द्रव्यत्वं तयोः मध्ये व्याप्य व्यापकभावः वर्तते तर्हि तत्र पृथ्वीत्वं किम् अस्ति व्याप्यः वा व्यापकः वा व्याप्यः यस्य क्षेत्रं न्यूनं तदस्ति व्याप्यः यस्य क्षेत्रं बृहत् अस्ति तदस्ति व्यापकः तत्र पृथ्वीत्वं यत्र यत्र पृथ्वीत्वं तत्र तत्र द्रव्यत्वम् अपि यत्र यत्र द्रव्यत्वं तत्र तत्र पृथ्वीत्वम् इति तु नास्ति खलु पृथ्वीत्वम् इति तस्य क्षेत्रं न्यूनं द्रव्यत्वम् इति तस्य क्षेत्रं बृहत् यतोहि तत्र जले नाम सरोवरे तत्र पृथ्वीत्वं नास्ति किन्तु अथवा तत्र हा तर्हि तत्र यत्र केवलं जलीय तत्र परमाणु अस्ति तत्र द्रव्यत्वम् अस्ति किन्तु पृथ्वीत्वं नास्ति अतः द्रव्यत्वम् इति तस्य क्षेत्रं बृहत् अतः तत्र पृथ्वीत्वं व्याप्यः द्रव्यत्वं व्यापकः इदानीं पृथ्वीत्वम् अपि द्रव्यत्वं तयोः मध्ये कार्यकारणभावः अस्ति वा खलु नास्ति अतः तत्र व्याप्य व्यापकभावः तु वर्तते किन्तु कार्यकारणभावः नास्ति अतः तत्र एतादृशं तत्र जाति इति स्वीकृत्य वयम् अनेकानि उदाहरणानि सम्पादयितुं शक्नुमः नाम तत्र पृथ्वीत्वं द्रव्यत्वम् अपि द्रव्यत्वम् अपि अन्यत् किमपि स्वीकृत्य तत्र कर्तुं शक्नुमः अथवा तत्र हा अतः तत्र एतादृशम् उदाहरणं तत्र व्याप्य व्यापकभावः तस्मिन् अस्ति किन्तु कार्यकारणभावः नास्ति अतः तत्र यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्य व्यापकः भावः अस्ति किन्तु यत्र यत्र व्याप्य व्यापकः भावः अस्ति तत्र तत्र कार्यकारणभावः अस्ति इति नास्ति अतः कार्यकारणभावः अपि व्याप्य व्यापकः भावः तयोः मध्ये अपि व्याप्यव्यापकः भावः अस्ति. कार्यकारणभावः व्याप्यः, व्याप्यव्यापकः भावः व्यापकः इति तत्र मेटा मेटा व्याप्यव्यापकभावः वर्तते. किन्तु यदि केवलं उक्तं तावदेव. अस्तु, इदानीम् अग्रे गच्छामः. अतः तत्र वन्नित्वं हेतुः इति हा प्रायश अत्रैव गतवर्गे पठितवन्तः तावत् पर्यन्तम्. इदानीम् अत्र अग्रे सरामः. तर्हि तर्हि तत्र शुभ तत्र उषा भगिनी आरम्भं करोति वा? अस्तु महोदय. तर्हि वन्नित्वं हेतुः उष्णत्वं साध्यं, वन्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्र अपेक्षया लघु च. एतत् आधारेण यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इत्यपि स्यात्. किन्तु यथोक्तम् उपरि अत्र एकं वैचित्र्यं वर्तते. तस्य वैचित्र्यस्य कारणं किम्? हेतुः पक्षे एव वर्तते. वन्निम् अतिरिच्य वन्नित्वं न कुत्रापि लभ्यते. तर्हि कथं वा यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वं? तदानीं किल यत्र यत्र वक्तुं शक्यते यदा विभिन्नस्थलेषु तच्च वस्तु लभ्येत. तदानीं किल यत्र यत्र वक्तुं शक्यते यदा भिन्नस्थलेषु तच्च वस्तु लभ्येत. किन्तु एकः पदार्थः वन्नित्वं नाम्ना वन्नित्वं नाम्ना पक्षे एव लभ्यते चेत् यत्र यत्र इति कथम् उच्येत? अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वासि? प्रयत्नं करोमि महोदय. तर्हि वन्नित्वं हेतुः उष्णत्वं साध्यं. वन्नित्वम् अस्माकं वाक्यमस्ति तत्र, वह्निः उष्णः वन्नित्वात्. वह्निः उष्णः वन्नित्वात्. वह्निः तस्य धर्म वन्नित्वात् उष्णः अस्ति इति. तर्हि वन्नित्वं हेतुः उष्णत्वं साध्यम्. अपि पक्षः कः अत्र? पक्षः अस्ति, पक्षः वह्निः एव. पक्षः वह्निः एव. समीचीनं. तर्हि पक्षः वह्निः वन्नित्वात् इति अस्ति. अतः वन्नित्वम् इति वह्निः अथवा वन्नित्वं हेतुः उष्णः उष्णः इति साध्यं. किन्तु साक्षात् उष्णः इति विशेषणं भवति. वह्निः उष्णः, उष्णवान् इति. अतः वह्निः उष्णवान् उष्णत्वात् इति साक्षात् वह्ने वर्तते, वह्नौ वर्तते. वह्नः साक्षात् नाम तस्य भावः उष्णत्वम् इति. अतः उष्णत्वं साध्यम् तावदेव. उष्णत्वं साध्यं, वन्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. वन्नित्वम् इति व्याप्यम्, उष्णत्वं व्यापकम्. व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं. व्याप्यस्य क्षेत्रं लघु एव, तत् व्यापकक्षेत्रे अन्तर्भूतं. व्यापकक्षेत्र अपेक्षया व्यापकस्य क्षेत्रं लघु एव. वयं तत् पठितवन्तः. चित्रं भवति खलु, एतादृशं चित्रं भवति नाम लघु अस्ति, अन्तर्भूतः अपि अस्ति, अपि तत्र वह्नेः क्षेत्रं बृहत् अस्ति. यत्र वह्निः तत्र तत्र धूमः इति तत् सत्यं नास्ति. अतः वह्नेः क्षेत्रं धूमस्य क्षेत्रस्य अपेक्षया बृहत् अस्ति. अतः तत्र अन्तर्भूतः अपि तत्र लघु च अपेक्षया लघु लघु च व्याप्य व्याप्यक्षेत्रं व्याप्यस्य क्षेत्रं लघु. अस्तु, एतत् आधारेण यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इत्यपि स्यात्। यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं, वह्नित्वम् इति अन्तर्भूतः अस्ति उष्णत्वम् इति क्षेत्रे। यत्र यत्र वर्णितं तत्र तत्र उष्णत्वम् इत्यपि स्यात्। किन्तु यथोक्तम् उपरि अत्र अत्र एकं वैचित्र्यं वर्तते। ओके, तस्य वैचित्र्यं कारणं किम्? हेतुः पक्षे एव वर्तते, हेतुः पक्षे एव वर्तते। ओके, हेतुः पक्षे एव वर्तते। अत्र हेतुः कः? उष्णम्। हेतुः वन्नित्वात् इति अस्ति इत्यनेन हेतुः वन्नित्वं वन्नित्वं वन्नित्वं खलु, हेतुः वन्नित्वं। तत्र हेतु सूचकपदं पञ्चम्यन्तम्, अतः पञ्चम्यन्तम्, अतः हेतुः साक्षात् वन्नित्वम्। आम्, वन्नित्वं कुत्र वर्तते? वन्नित्वं वन्ने एव वर्तते, वन्हौ भवेत्। अतः हेतुः पक्षे एव वर्तते, हेतुः वन्नित्वं वन्ने एव वन्नौ वन्नौ अस्ति इति पक्षे एव वर्तते। वन्निम् अतिरिच्य अतिरिच्य वन्नित्वं न कुत्रापि लभ्यते। आम्, वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि न अन्यत्रापि न लभ्यते खलु, जले तत्र वह्नित्वं नास्ति खलु, अतः तत्र पृथिव्यां वह्नित्वं नास्ति, अतः तत्र केवलं वह्नौ एव तत्र वह्नित्वं वर्तते। नाम वह्नित्वं तत्र तस्य तत्र कुत्र वर्तते इत्युक्ते वह्नौ एव वर्तते, वह्नौ एव वर्तते। तर्हि कथं वा यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वं? तर्हि कथं वा यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वं? नाम नाम तत्र अन्यत् उदाहरणं, प्रसिद्धम् उदाहरणं स्वीकुर्मः। तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति अस्ति खलु, तत्र अनुमानवाक्यमस्ति पर्वतः वह्निमात् इति। तत्र धूमः हेतुः वह्निः साध्यम्। किं तत्र धूमः केवलं तत्र पर्वते एव वर्तते वा? न, न, लोके अन्यत्रापि धूमः वर्तते खलु, वर्तते। आम्, ओ अत्र हेतुः अन्यत्र वर्तते, हेतुः धूमः, हेतुः धूमः उष्णत्वे। अत्र अत्र नाम पर्वतः वह्निमान् धूमात् इत्यत्र अस्मिन् तस्मिन् उदाहरणे हेतुः धूमः, धूमः पक्षः अस्ति पर्वतः, पर्वतः हेतुः पक्षे एव अस्ति, एव अस्ति वा खलु, अन्यत्रापि धूमः अन्यत्रापि अस्ति। अतः एव तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः, यतोहि धूमः विविधेषु क्षेत्रेषु लभ्यते खलु। आम् महोदय, आम्, किन्तु अत्र विचित्रम् अस्ति। विचित्रं किम् अत्र? यत्र यत्र वह्नित्वं तत्र तत्र एव उष्णत्वं। हा, किन्तु वह्नित्वं कुत्र अस्ति? वह्ने एव अस्ति, पक्षे एव अस्ति, पक्षे एव अस्ति। आम्, अतः तत्र पक्षम् अतिरिच्य अन्यत्रापि नास्ति, नास्ति, अतः एतत् विचित्रम् अस्ति खलु। ओ आम्, आम्, नाम किमर्थं विचित्रम् इत्युक्ते तत्र इदानीम् अस्माकं तत्र विचित्रं वैचित्र्यम् अवगम्यते वा तत्र? आम्, आम् महोदय, नाम तत्र समस्या अस्ति, अत्र का समस्या इति, अत्र का समस्या अस्ति? यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति कथं वदामः इति खलु, यतोहि यतोहि तत्र इदानीं वयं किं साधयितुम् इच्छामः? वह्नौ उष्णत्वं वर्तते इति खलु. हा वन्नौ उष्णत्वं वर्तते पक्षे साध्यम् अस्ति. साध्यम् अस्ति अस्ति इति नाम वह्निः उष्णः वह्नित्वात् नाम वह्नः वह्नित्वम् अस्ति अतः उष्णत्वमपि अस्ति खलु. आम् वह्नित्वम् इति हेतुः उष्णत्वम् इति साध्यम् साध्यम् अतः इदानीम् एतावत् वयं जानीमः वह्नः वह्नित्वम् अस्ति उष्णत्वम् अस्ति इति एतावत् न साधितं खलु तदेव साधयितुम् इच्छामः खलु. अतः एतावत् उष्णत्वं वह्नो वर्तते इति वयं न जानीमः खलु. यदि जानीमः तत् अनुमानं किमर्थम् अस्माकं ज्ञानं प्राप्तं तद् ज्ञातम् इति वक्तुं शक्नुमः किन्तु तद् सत्यम् इति वक्तुम् इच्छामः अतः एतावत् किं जानीमः वह्नः वह्नित्वम् अस्ति उष्णत्वम् अपि भवेत् इति अस्माकं चिन्तनं. किन्तु इदानीं यदि वयं वदामः वह्नित्वं व्याप्यम् उष्णत्वं व्यापकम् इति वदामः तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वदामः किन्तु यदि तत् कथं जानीमः यत्र किमपि दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः खलु तत्र व्याप्यवापकभावः वर्तते इति. नाम धूमः अपि तत्र वह्निः तत्र दृष्टान्तः आसीत् नाम पर्वते धूमः अस्ति अतः पर्वते वह्निः अपि इच्छामः तत्र दृष्टान्त उदाहरणमस्ति पश्यतु लोके महानसे वयं द्रष्टुं शक्नुमः धूमः अस्ति चेत् तत्र वह्निः अस्ति इति. महानसं भिन्नम् अस्ति पर्वतः भिन्नमस्ति अतः उदाहरणं पक्षात् भिन्नमस्ति किन्तु अतः उदाहरणात् वयं जानीमः अस्तु अस्तु तत्र यत्र हेतुः अस्ति तत्रापि साध्यमस्ति यत्र अतः हेतुः साध्यः तयोः मध्ये व्याप्यवापकभावः वर्तते इति जानीमः किन्तु अत्र किम् अस्ति यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वक्तुम् इच्छामः अस्तु कोऽपि पृच्छति एतावत् वह्नौ एतादृशम् अस्ति इति साधयितुम् इच्छामः अस्तु भोः तत्र उदाहरणं ददातु यत्र वह्निः अस्ति तत्रापि उष्णत्वमपि अस्ति उष्णत्वम् अस्ति इति एकम् उदाहरणं ददातु पक्षं विहाय अस्तु पक्षः तु अस्ति वह्निः वह्निं विहाय किम् उदाहरणं भवति वा यत्र वह्नित्वं वर्तते नास्ति एव. तर्हि समस्या अस्ति खलु तर्हि अतः तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति तद् सत्यं भवेत् किन्तु तत् कथं जानीमः तस्य ज्ञानं कथं भवति यतोहि तत्र पदार्थः वह्नित्वं नाम्ना पदार्थः एकः पदार्थः वह्नित्वं नाम्ना पदार्थः पक्षे एव लभ्यते चेत् यत्र इति कथं वक्तुं शक्यते कथं वक्तुं शक्नुमः अपि तत्र अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात् पक्षे एव अन्यत्र भवेत् खलु दृष्टान्तः पक्षं विहाय अन्यत् स्थलं भवेत् किन्तु अत्र दृष्टान्तः कथं भवितुम् अर्हति इति समस्या खलु. आम् आं महोदय इति अस्ति अस्तु धन्यवादः भगिनी अस्तु धन्यवादः तत्र नीता भगिनी नमस्कारः अस्तु तर्हि तत्र मृणालिनी भगिनी नमस्कारः भगिनी मृणालिनी भगिनी तत्र स्वशब्दैः वदति वा तत्र अत्र का समस्या इति तत्र वैचित्र्यं किम् अपि तत्र किम् अभवत् इति व्रणनिभग्नि अस्ति वा? अस्तु, तर्हि तत्र नरसिंहगडे महोदय वदति वा किञ्चित्? महोदय, तत्र पूर्वतन उदाहरणे तत्र पर्वत वनिमान् धूमात् धूमात् यथा मानसं, तत्र पक्ष पर्वत अस्ति, धूमः हेतुः अस्ति. तत्र हेतुः यत् अस्ति धूमः, तत् पक्षं विहाय पर्वतं विहाय अन्यत्रापि भवितुम् अर्हति. महानसे भवति, मानसे भवति. अत्र वह्निन उष्णः वह्नित्वात् एतस्य उदाहरणे तत्र साध्यं वह्नि अस्ति, तत्र हेतुः वह्नित्वम् अस्ति. हेतुः वह्नित्वं, वह्नि इति पक्ष अस्ति, वह्नित्वम् इति हेतुः अस्ति, उष्ण इति साध्यमस्ति. परन्तु अत्र यत् हेतुः अस्ति वह्नित्वं, तत् पक्षं विहाय कुत्रापि न लभ्यते, वह्नि विहाय अन्यत्र न लभ्यते वह्नित्वम् इति समस्या अस्ति अत्र. चेत् किमर्थं समस्या? तत्र पक्ष वैचित्र्यम् अस्ति, वैचित्र्यं पक्षं विहाय हेतु अन्यत्र कुत्रापि न लभ्यते अत्र. एतस्य उदाहरणे पक्षं विहाय, अतः समस्या का नाम हेतुः अपि साध्यं यदस्ति तयोः मध्ये व्याप्यव्यापकभावः नास्ति, कथं साधयामः खलु? तत् न भवति. न साधयितुं शक्नुमः, यतोहि तत्र पक्षे एव वर्तते चेत् तत्र पक्षे अस्ति चेत् तत्र व्याप्यव्यापकभावः अन्यत्र दृष्ट्वा एव तत्र साधयितुं शक्नुमः खलु? यतोहि अत्र अत्र साध्यं समानं भवति, व्याप्यापि समानं, व्यापकः अपि समानं. अतः तत्र पक्षे एव पक्षे हेतुः अस्ति, साध्यं नास्ति एतावत्. नाम हेतुः अस्ति इति ज्ञानम् अस्ति, साध्यम् अस्ति इति तस्य ज्ञानं नास्ति एतावत्. अतः पक्षम् आधारीकृत्य व्याप्यव्यापकभावः न साधयितुं शक्नुमः खलु? नो चेत् तत्र सर्क्युलर् रीसनिङ्ग् इति भवति खलु, नाम अतः तत्र अन्यत् स्थलं दृष्ट्वा एव तत्र हेतुः साध्ययोः मध्ये व्याप्यव्यापकभावः वर्तते इति साधनीयम्. अतः समस्या अस्ति अत्र. समीचीनं महोदय. अतः एव अत्र तत्र समस्या अस्ति, नाम तत्र हेतुः पक्षं विहाय अन्यत्र कुत्रापि न लभ्यते, तर्हि कथं व्याप्यव्यापकभावः साधयितुं शक्येत इति अस्ति. समीचीनं. अस्तु, धन्यवादः महोदय. अस्तु, अतः अग्रे सरामः. तर्हि तत्र जननी भगिनी इदानीं पठितु अस्ति वा? वह्निं विना अन्यत्र न लभ्यते वा इति? न भगिनि, न न न, नाम पुनः पृच्छतु. उष्णत्वं वह्निं विहाय अन्यत्र लभ्यते. तत्र उष्णत्वं कुत्र कुत्र वर्तते इति प्रश्नः नास्ति. यत्र वह्नित्वम् अस्ति तत्र उष्णत्वं वर्तते वा इति प्रश्नः खलु. इदानीं तत्र पश्यतु, तत्र प्रथमम् उदाहरणं स्वीकुर्मः. तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति अस्ति खलु. तत्र हेतुः कः तत्र? पर्वते किम् अस्ति? पर्वते किम् अस्ति? धूमः अस्ति. धूमः अस्ति खलु पर्वते? धूमः अस्ति पर्वते. किम् अस्ति इति वक्तुम् इच्छामः वयम्? वह्निः अस्ति इति. वह्निः अस्ति इति वक्तुम् इच्छामः खलु. नाम एतावत् अस्माकं ज्ञानं नास्ति, साक्षात् ज्ञानं नास्ति, प्रत्यक्षज्ञानं नास्ति. पर्वते वह्निः अस्ति, किन्तु अस्माकं चिन्तनं किम् अस्ति? यत्र यत्र धूमः तत्र तत्र वह्निः इति खलु. खलु तत् तत् ज्ञानं पूर्वज्ञानं खलु. नाम पर्वत सन्दर्भात् पूर्वमेव अस्माकं मनसि ज्ञानम् अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति खलु. अत्र दृष्टान्तः महानसं नाम तत्र पाकशालायां वयं पश्यामः तत्र धूमः अस्ति, तत्र वह्निः अस्ति, वह्निः एव कारणम् इति खलु. अतः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तत्र व्याप्य व्यापकः भावः सम्बन्धः तयोः मध्ये, तद् ज्ञानं पूर्वमेव सिद्धं खलु. पक्षं दृष्ट्वा एतद् न साधितं खलु. पर्वतं दृष्ट्वा एव वयं वदामः वा यत्र यत्र धूमः तत्र तत्र वह्निः इति? न, पर्वतः पक्षः अत्र साध्यम् अस्ति इति इदानीं तत्र केवलम् अस्माकं सन्देहः. तद् एतावत् न साधितं खलु. साधितुम् इच्छामः वह्निः अस्ति इति, किन्तु निश्चयेन न जानीमः खलु एतावत्. समीचीनं. नाम पक्षं दृष्ट्वा यत्र यत्र धूमः तत्र तत्र वह्निः इति न वदामः वयं. पक्षम् अतिरिच्य अन्यत् स्थलं दृष्ट्वा, यथा महानसं दृष्ट्वा, तत्र वयं ज्ञानं प्राप्नुमः यत्र यत्र धूमः तत्र तत्र वह्निः खलु. अन्यत्र दृष्टान्तः अस्ति अतः खलु. समीचीनं खलु. हा, इदानीं नूतन उदाहरणम् अत्र किमस्ति? तत्र वह्निः उष्णः वह्नित्वात् इति. तत्र पक्षः कः तत्र? वह्निः. हेतुः कः? उष्णः. न वह्निः उष्णः वह्नित्वात् कारणं वह्नि एव हेतुः. पक्षः वह्निः. पक्षे किम् अस्ति? पक्षे वह्नित्वम् अस्ति. वह्नित्वम् अस्ति. वह्नित्वमेव हेतुः खलु. तत्र परिच्छेदं पश्यति खलु. तत्र तर्हि वह्नित्वं हेतुः, उष्णत्वं साध्यम् इति प्रथमवाक्यं परिच्छेदे. हेतुः उष्णत्वं साध्यं खलु. तर्हि पक्षे हेतुः अस्ति खलु. पक्षे वह्नित्वम् अस्ति खलु. समीचीनं वा? पक्षे वह्नित्वम् अस्ति. किम् अस्ति इति वक्तुम् इच्छामः? उष्णत्वम् अस्ति इति वक्तुम् इच्छामः खलु. तदेव साध्यं खलु. अतः एतावत् जानीमः वा तत्र पक्षे उष्णत्वम् अस्ति इति जानीमः वा? न खलु. तदेव साधयितुम् इच्छामः. समीचीनं वा? इदानीं यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वाक्यमस्ति. तत् सत्यं वा? तत्तु सत्यं. व्याप्यवापकभावः वर्तते अत्र. तर्हि उदाहरणं ददातु. यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं, तत् सत्यमस्ति चेत् यथा महानसम् उदाहरणमासीत् तादृशं किमपि उदाहरणं ददातु. तर्हि अनुभवात् न न न अनुभव इति नास्ति, नाम स्थलम् एकं स्थलं प्रदर्शयतु यत्र एतादृशव्याप्यव्यापकभावः अस्ति इति ज्ञातुं शक्नुमः. तर्हि यथा महानसे धूमः वर्तते तत्र वह्नि अपि वर्तते इति जानीमः खलु. महानसं पर्वतः नास्ति खलु, पर्वतभिन्नस्थलम् अस्ति खलु. किन्तु अत्र किमस्ति, वह्नित्वं कुत्र अस्ति? यथा तत्र एकम् उदाहरणं भगिनी पठितं, भगिनी भगिनी यथा यथा इच्छा भगिन्या पठितं तत्र एकवारं पुनः भवती पठतु हेतुः अत्र एतद् वाक्यं पठतु. हा, हेतुः पक्षे एव वर्तते. वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते. सत्यं. हा, अर्थः कः? वह्नित्वम् अत्र हेतुः हेतुः तत् वह्नौ एव वर्तते, पक्षे एव वर्तते. तर्हि इति अङ्गीकरोति खलु, एतत् सत्यं खलु. तर्हि वयं कथं साधयितुं शक्नुमः यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति? यतोहि तदेव यत्र वह्नित्वम् अस्ति तत्र उष्णत्वम् अस्ति इति यदि जानीमः तर्हि वह्नौ उष्णत्वम् अस्ति इति अपि सिद्धं. किन्तु वह्निः पक्षः अस्ति, पक्षः अस्ति, पक्षं विहाय दृष्टान्तरूपेण किं स्वीकर्तुं शक्नुमः? तत्र पर्वतः पक्षः आसीत्, तत्र महानसम् इति दृष्टान्तः आसीत्. अत्र पक्षः अस्ति वह्निः, वह्निं विहाय अन्यत्र कुत्रापि हेतुः नास्ति. तर्हि कथं व्याप्यव्यापकः भावः साधयितुं शक्नुमः? समस्या अवगता वा? अवगता अवगता. हा, अतः समस्या अस्ति. अस्तु, अग्रे अग्रे पठतु तर्हि. हेतुः केवलं हेतुः केवलं पक्षे प्राप्यते इति नास्ति चेत् अन्यत्रापि प्राप्यते चेत् दृष्टान्तः अन्य अन्वयदृष्टान्तः इति उच्यते. यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति दृष्टान्ते अन्वयव्याप्ति अस्ति, अन्वयव्याप्तिरस्ति, अन्वयव्याप्तिरस्ति. पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यस्मिन् धूमरूपहेतुः न केवलं पर्वतरूपपक्षे किन्तु महानसेपि अन्यत्रापि दृश्यते. तर्हि पक्षभिन्न अधिकरणे अपि प्राप्यते अयं हेतुः. अतः अनुमानप्रयोगेन अन्वयव्याप्तिज्ञानम् उत्पद्यते. यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञाने अन्वयव्याप्तिः अस्ति. तदाधारेण च धूमात् वह्निमान्, ततः च पर्वते वह्निरस्ति इति अनुमितिः सिद्ध्यति. अत्र हेतुः केवलं पक्षे प्राप्यते इति तु नास्ति, इति नास्ति चेत् अन्यत्रापि प्राप्यते चेत् दृष्टान्तः. तावत्पर्यन्तं तावत्पर्यन्तम् अर्थः कः? हेतुः केवलं पक्षे हा इति तत्र एतावत्पर्यन्तम् अर्थः कः? पक्षे प्राप्यते नास्ति. अत्र अस्माकम् उदाहरणमस्ति धूमः हेतुः न न न किन्तु अर्थः कः? हेतुः केवलम् इति एतावत् प्राप्यते चेत् तत्र अर्थः कः? केवलपक्षे प्राप्यते इति नास्ति चेत् अन्यत्रापि प्राप्यते चेत् अतः हेतुः केवलं पक्षे नास्ति अन्यत्रापि वर्तते वर्तते पक्षम् अतिरिच्य अपि अन्यस्मिन् स्थले वर्तते चेत् दृष्टान्तः अन्वयदृष्टान्तः इति तदा दृष्टान्तस्य नामकरणमस्ति अन्वयदृष्टान्तः इति तर्हि अस्माकम् उदाहरणं यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानस महानसम् इति दृष्टान्ते अन्वयव्याप्तिरस्ति नाम अत्र दृष्टान्तः कः अत्र दृष्टान्तं किम् अस्ति दृष्टान्तं दृष्टान्तः अस्ति धूमः वह्निः कुत्र अस्ति अन्यस्मिन् तत्र यथा महानसं यथा महानसम् इति अस्ति खलु तत्र वह्निः पक्षः अस्ति तर्हि पक्षं विहाय अन्यत्र भगिनि भगिनि इदानीं तत्र पर्वतस्य तत्र पर्वतः वह्निमान् धूमात् इति तत् तद् उदाहरणम् अत्र अस्ति वह्निः उष्णः वह्नित्वात् इति अनुमानं नास्ति अत्र यतोहि अत्र हेतुः पक्षं पक्षभिन्नस्थले अपि वर्तते खलु इति चिन्तनं खलु तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः केवलं तत्र पर्वतः इति पक्षः किन्तु महानसं भिन्नम् अस्ति खलु महानसं दृष्टान्तः पक्षम् अतिरिच्य अन्यत् स्थलम् अत्र महानसम् इति दृष्टान्तः अतः हेतुः केवलं पक्षे अस्ति इति नास्ति अन्यत्रापि हेतुः वर्तते अतः महानसम् इति दृष्टान्त न उदा उचितं वा धूमः केवलं पर्वते नास्ति धूमः तु महानसे अपि दृश्यते इति सत्यं सत्यम् इति एव तदेव अतः महानसम् इति स्थलं यत्र धूमः वर्तते तदस्ति दृष्टान्तः उदाहरणं पक्षं विहाय अन्यत्र धूमः वर्तते इति दर्शयितुं नाम केवलं दर्शयितुं न तत्र व्याप्य व्यापकः भावः अस्ति इति साधयितुं दृष्टान्तस्य उपयोगः पश्यतु महानसे धूमः वर्तते तत्र वह्निः अपि वर्तते खलु इति हेतुः साध्ययोः मध्ये व्याप्य व्यापकः भावः अस्ति इति साधयितुम् उदाहरणम् अतः दृष्टान्तः अत्र महानसम् इति दृष्टान्तः तत्र अस्मिन् दृष्टान्ते अन्वयव्याप्तिः नाम अन्वयव्याप्तिः इति व्याप्ति तत्र व्याप्य व्यापकः भावस्य लघु नाम अस्ति व्याप्तिः अत्र एकविधव्याप्तिः अस्ति अन्वयव्याप्तिः यत्र यत्र एकः तत्र तत्र अन्यः तादृशव्याप्तिः अस्ति चेत् तस्य नाम अस्ति अन्वयव्याप्तिः अत्र अन्वयव्याप्तिः अस्ति अन्वयव्याप्तिः अग्रे तत्र अन्यविधव्याप्तिः अपि तत् किं किम् इति द्रक्ष्यामः किन्तु अत्र अन्वयव्याप्तिः इति नामकरणम् अस्तु अग्रे पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यस्मिन् धूमरूपहेतुः न केवलं पर्वतरूपपक्षे किन्तु महानसे अपि अन्यत्रापि वर्तते वर्तते पक्षभिन्नाधिकरणे अपि प्राप्यते अयं हेतुः पक्षभिन्न अधिकरणे इत्युक्ते किम् तर्हि पक्षभिन्न अधिकरणम् अत्र महानसं तर्हि महानसे अपि धूम हेतुः दृश्यते इति लभ्यते प्राप्यते पक्षं केवलं पक्षे अस्ति इति न अन्यत्रापि तत्र अयं हेतुः वर्तते अग्रे अतः अनुमानप्रयोगेन अन्वयव्याप्तिज्ञानम् उत्पद्यते. तत्र महानसं दृष्ट्वा वयं वक्तुं शक्नुमः यत्र यत्र धूमः तत्र तत्र वह्निः, खलु? तत् ज्ञानं सत्यम् इति अङ्गीकुर्मः खलु. यत्र यत्र धूमः तत्र तत्र वह्निः, पश्यतु महानसे तादृशम् अस्ति. अतः तत्र धूमः हेतुः तयो मध्ये व्याप्तिः, नाम यत्र यत्र एकः तत्र तत्र द्वितीयः इति तत् ज्ञानं, व्याप्तिज्ञानं भवति, उत्पद्यते. यत्र यत्र तत्र तत्र इति तस्य तादृशरूपज्ञानम् अस्ति तत्र व्याप्य व्याप्तिज्ञानं, किन्तु अन्वयव्याप्तिः इति तत्र नामकरणम्. तत्र अग्रे भवति तत्र तत्र वह्निः इति, तत्र अन्वयव्याप्तिः इति वदामः. अन्वयव्याप्तिः अस्ति, तदाधारेण च धूमात् वह्निमान्, ततः च पर्वते वह्निरस्ति इति अनुमितिः सिद्ध्यति. खलु, अन्यत्र हेतुः पक्षभिन्न अधिकरणे हेतुः दृश्यते, तेन आधारेण वयम् अन्वयप्राप्तिज्ञानम् आधारेण एतत् अनुमानं कुर्मः, खलु? अन्वयप्राप्ति नाम, नाम महानसे हेतुः धूमः अस्ति, तत्र महानसे वयं दृष्टवन्तः, हेतुः अपि दृष्टवन्तः, साध्यमपि दृष्टवन्तः. तत्र प्रत्यक्षज्ञानम् अस्ति, महानसे धूमः अपि अस्ति, वह्नि अपि अस्ति. वह्नि अस्ति इति प्रत्यक्षज्ञानेन भवति, खलु, महानसे. अतः यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्य व्यापकभावः वयम् अङ्गीकुर्मः. तत् सत्यं, तद् यत्र यत्र धूमः तत्र तत्र वह्निः, तत् सत्यम् इति अङ्गीकुर्मः, खलु, महानसं दृष्ट्वा. अतः एव तत्र अस्माकं ज्ञानम् अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः, तत् ज्ञानमस्ति. इदानीं वयं पर्वते धूमं पश्यामः, अपि अस्माकं मनसि पूर्वम् एव लब्धं ज्ञानमस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति, खलु. अतः पूर्वज्ञानस्य आधारेण वयं वदामः, अस्तु, यत्र यत्र धूमः तत्र तत्र वह्निः, इदानीं पश्यतु पर्वते धूमः अस्ति, अतः पर्वते वह्निः अपि भवति एव, खलु. अन्वयदृष्टान्तः अस्ति अस्मिन् प्रसङ्गे. दृष्टान्तस्य आधारेण एव तत्र धूमात् वह्निमान् इति वयं साधयितुम् इच्छं, नाम पर्वते वह्निरस्ति इति अनुमितिज्ञानं लभ्यते. अनुमितिज्ञानं कुत्र लभ्यते? यत्र हेतुः न केवलं पक्षे अस्ति, किन्तु अन्यत्र अपि भवति चेत्. यथा अस्मिन् उदाहरणे धूमः पक्षं, नाम पर्वतं विहाय अन्यत्र, नाम महानसे अपि वर्तते. तत्र अनुमिति साधयितुं शक्नुमः, यतोहि तत्र अन्वयव्याप्तिः अस्ति. मम मनसि अन्य उदाहरणमासीत् आचार्य, तत् उष्णत्व अन्यत्र पक्षं विहाय अन्यत्र अस्ति वा? यथा पश्यतु, सूर्यस्य प्रकाशवशात् समुद्रस्थजलं किञ्चित् उष्णं भवति, खलु? आमामां, तत् उक्तम् अत्र, तत्र उक्तमेव, तत्र सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः इति आसीत्. किन्तु यत्र यत्र उष्णः अस्ति इति अस्माकं प्रश्नः नास्ति. यत्र यत्र ध्वनिः अस्ति तत्र तत्र उष्णत्वम् अस्ति वा इति प्रश्नः. अन्यत्र यत्र वह्नित्वं नास्ति तत्र उष्णत्वं भवति चेत् न, पक्षभिन्न अधिकरणे हेतुः भवेत् खलु इति अस्ति, खलु? किन्तु हेतुः अस्ति तत्र वह्नित्वम्, उष्णत्वं हेतुः नास्ति. खलु, हेतुः अत्र वह्नि न वा? हेतु अस्ति वह्नित्वं, खलु? वह्निः उष्णः वह्नित्वात् अत्र हेतुः वह्नित्वं न हेतुः पक्षभिन्न अधिकरणे अस्ति वा इति प्रश्नः अस्माकं खलु आम् वन्नित्वं तु वर्णौ एव तद् अतः एव समस्या नो चेत् समस्या नास्ति अस्तु इदानीम् अवगतमिति मन्ये अस्तु अस्तु अग्रे सरामः तर्हि तर्हि तत्र नीता भगिनी अग्रे आम् किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत् हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते वह्निः उष्णः वह्नित्वात् वह्नित्वं केवलं वह्नौ अन्यत्र न लभ्यते तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति दृष्टान्तः भवति किन्तु सः भिन्नप्रकारकः व्यतिरेकदृष्टान्तः भवति वह्निः उष्णः वह्नित्वात् यत् यत् न एवं तत् न एवं यथा जलम् इति अनुमानप्रयोगो प्रयोगः भवति यत् न एवं तत् न एवं यथा जलम् इति व्यतिरेकदृष्टान्तः एव सम्भवति किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत् हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते इत्युक्ते तत्र एतस्मिन् उदाहरणे यत्र वयं दृष्टवन्तः वह्निः उष्णः वह्नित्वात् तत्र हेतुः अस्ति वह्नित्वात् इति पक्षः अस्ति वह्निः इति तत्र हेतुः वह्नित्वं केवलं वह्नौ एव वर्तते हेतुः केवलं पक्षे एव प्राप्यते अस्यां स्थितौ हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते तदा अन्वयव्याप्तिम् इति नास्ति अन्वयदृष्टान्तः तत्र अन्वयव्याप्तिः कदा भविष्यति यत्र व्याप्यव्यापकभावः यदा अन्वयदृष्टान्ते वर्तते तदा वयं वक्तुं शक्नुमः तत्र अन्वयव्याप्तिः अस्ति यथा तत्र पर्वतमान् धूमात् यथा महानसम् एतस्मिन् स्थितौ एतस्मिन् स्थिते तत्र व्याप्यव्यापकभाव अन्वयदृष्टान्तः अन्वयव्याप्ति एवं सर्वम् अस्ति परन्तु वह्निः उष्णवह्नित्वात् अत्र अन्वयदृष्टान्तः अन्वयव्याप्तिः एवं नास्ति तदा हेतुसाध्ययोः अन्वयव्याप्तिः इति वयं साधयितुं तदा वक्तुं वयं न शक्नुमः इति नाम तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् अस्ति इति तत्र पक्षं विहाय अन्यत्र दृष्ट्वा एतद् ज्ञानं न प्राप्तुं शक्नुमः खलु न न तत् अनुमतिज्ञानं तत्र इत्युक्ते हेतुः अत्र अनुमतिज्ञानं नास्ति तत्र तत्र व्याप्तिज्ञानं न प्राप्तुं शक्नुमः व्याप्तिज्ञानं दृष्टान्तं दृष्ट्वा न प्राप्तुं शक्नुमः इत्युक्ते तत्र हेतु पक्षभिन्नस्थले पक्षभिन्नस्थले न वर्तते अत्र वह्निः उष्णः वह्नित्वात् तत् अस्माकं वाक्यं वह्नित्वं केवलं वह्नौ अन्यत्र न लभ्यते तत् वह्नित्वं केवलं वह्नौ एव हेतु केवलं पक्षे एव दृश्यते अत्र तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति तत् अन्वयदृष्टान्तः इति नास्ति किमर्थं तत् अन्वयव्याप्ति नास्ति अतः अन्वयदृष्टान्तः नास्ति दृष्टान्त न भवितुम् अर्हति नाम किन्तु न भवति यतोहि तत्र पक्षभिन्नस्थले तत्र हेतुः नास्ति एव अतः प्रथमविद तत्र अन्वयदृष्टान्तरीत्या दृष्टान्तः न भवति एव किन्तु किन्तु अनुमानं तु भवति अतः अनुमानम् अन्यस्य आधारेण नाम अन्यविधदृष्टान्तस्य आधारेण अनुमानं साधयामः अतः तत्र अतः दृष्टान्तः दृष्टान्तः भवति, परन्तु भिन्नप्रकारकदृष्टान्तः अत्र वर्तते. वह्निः उष्णवह्निः तत्र भिन्नप्रकारकदृष्टान्तः वर्तते. तत् तस्य नामकरणं व्यतिरेकदृष्टान्तम् इति अत्र दत्तम्. वह्निः उष्णः वह्नित्वात् यत् न एवं तत् न एवं यथा जलम् इति अनुमानप्रयोगः. अनुमानप्रयोगः अस्ति यत् न एवं तत् न एवं यथा जलम् न जानामि अनुमानप्रयोगे भवति तत्र किञ्चित् वदामः तर्हि तत्र. किन्तु तत्र दृष्टान्तस्य नामकरणमस्ति व्यतिरेकदृष्टान्तः. तत्र पूर्वं किम् आसीत्? अन्वयदृष्टान्तः. तत्र अन्वयदृष्टान्तः आसीत् पूर्वम्, अन्वयदृष्टान्तः. किन्तु इदानीम् अस्ति अत्र किञ्चित् व्यतिरेकदृष्टान्तः. वदतु भगिनि. एवं वक्तुं शक्नुमः वा यदा हेतुः पक्षभिन्नस्थले न वर्तते तदा तत्र व्यतिरेकदृष्टान्तः भवितुमर्हति इति? तादृशमस्ति, तादृशमेव अस्ति. समीचीनं. तर्हि तत्र किं भवति? तत्र समीचीनं भगिनि, तादृशचिन्तनमेव. नाम तत्र अन्वयदृष्टान्ते किम् आसीत्? यत्र यत्र धूमः तत्र तत्र वह्निः, खलु? यथा महानसे इति. तत्र अत्र व्याप्तिः, अन्वयव्याप्तिः नाम यत्र यत्र एकः तत्र तत्र द्वितीयः, तत्र अस्ति अन्वयव्याप्तिः. इदानीं वयं किं साधयितुम् इच्छामः? वयं तत्र एतादृशी स्थितिः अस्ति इति साधयितुम् इच्छामः, खलु? नाम उष्णत्वं वह्नित्वं तत्र एतादृशम् अस्ति इति साधयितुम् इच्छामः. तत्र वह्नित्वं तस्य क्षेत्रं लघु, उष्णत्वस्य क्षेत्रे अन्तर्भूतम्, उष्णत्वस्य क्षेत्रम् एतादृशम् अस्ति, स्थितिः तादृशी एतादृशी अस्ति इति साधयितुम् इच्छामः. किन्तु समस्या अस्ति, वह्नित्वं केवलं वह्नौ एव अस्ति, अतः अन्यत् रीत्या चिन्तनं भवति. तर्हि चिन्तनं किम् अस्ति इत्युक्ते, अस्माकं चिन्तनम् आसीत् तत्र एतत् यत्र यत्र वह्नित्वं तत्र तत्र तत्र तत्र उष्णत्वम् इति, एतत् सत्यम् इति वक्तुम् इच्छामः. अतः यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् अस्ति एव इति साधयितुम् इच्छामः. किन्तु एतत् चित्रं दृष्ट्वा एकम् अन्या रीत्या वक्तुं शक्नुमः, तत्र किञ्चित् बृहत् कुर्मः. तत्र एतत् लोकम् इति चिन्तयामः, तत्र यत् बृहत् अस्ति अत्र एतत् लोकं, लोके कुत्रचित् उष्णत्वम् अस्ति, तस्य क्षेत्रे तस्मिन् क्षेत्रे कुत्रचित् वह्नित्वम् अस्ति इति वक्तुम् इच्छामः, खलु? नाम उष्णत्वम् अत्र अत्र वर्तते, तस्मिन् अन्तर्भूतः अस्ति लघुक्षेत्रं यत्र वह्नित्वमपि अस्ति इति वक्तुं शक्नुमः इति इच्छामः. तर्हि एतद् अन्या रीत्या साधयितुं शक्नुमः, नाम यत्र उष्णत्वं नास्ति तत्र वह्नित्वमपि नास्ति. यत्र उष्णत्वं नास्ति तत्र वह्नित्वं नास्ति इति यदि साधयामः तर्हि किं भवति? उष्णत्वम् अत्र नास्ति, खलु? अत्र सर्वत्र नास्ति, तत्र वह्नित्वं नास्ति. अत्र उष्णत्वम् अस्ति किन्तु वह्नित्वं नास्ति. अतः यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति तत् सत्यमेव, किन्तु अन्या रीत्या एतद् वक्तुं शक्नुमः, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति. हा, तत्र तत्र वह्नित्वं नास्ति इति. तथैव यत् न एवं तत् न एवं. हा, तदेव अस्ति भगिनि. हा, तत्र तत्र नास्ति. तत् यथा जलम् एतस्य. हा, यथा जले जले उष्णत्वं नास्ति तत्र वह्नित्वमपि नास्ति खलु. अतः जलम् उदाहरणं भवति यत्र. हा, इति अग्रे पश्यामः. किन्तु एतत् किञ्चित् उक्तवान्, किन्तु तत्र करपत्रे अस्ति. किन्तु तत्र यद् यत्र यत्र अथवा यत्र एकमस्ति तत्र अन्यत् अस्ति इति तद् अन्या रीत्या अपि साधयितुं शक्नुमः. तत्र व्याप्तिः एतादृशी व्याप्तिः अस्ति, तत्र अन्वयव्याप्तिः. तत्र तयोः भन्नित्वं नास्ति, उष्णत्वं नास्ति नाम तयोः अभावः, नाम उष्णत्वं नास्ति नाम उष्णत्वस्य अभावः, वन्नित्वस्य अभावः. तयोः मध्ये अपि व्याप्य व्यापकः भावः अस्ति, किन्तु विपरीततया अस्ति. अत्र वन्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. अत्र उष्णत्वस्य अभावः व्याप्यः, वन्नित्वस्य अभावः व्यापकः भवति इति अस्ति. अस्तु, तत्र अग्रे दत्तमस्ति, किन्तु किञ्चित् अवगतम् इति मन्ये तत्र स्थितिः का इति. तर्हि अग्रेसरं. धन्यवादः भगिनि. कोऽपि प्रश्नः अस्ति वा एतावत्? तत्र व्याप्तिः अन्या रीत्या साधयामः, व्यतिरेकव्याप्तिः भवति. तत्र यत् न एवं तत् न एवम् इति, यथा जलम् इति. अस्तु, तर्हि तत्र अग्रे शोभा भगिनी अग्रे पठति वा? आचार्य, गणिते एतादृशी स्थितिः अस्ति, इफ् ए इम्प्लैस् बि देन् नाट् बि इम्प्लैस् नाट् ए. यदि प्रूव् कुर्मः तर्हि ए इम्प्लैस् बि स्यात् सिद्ध्यते. तत् तदेव अस्ति, तदेव अस्ति भगिनि. तत्र अथवा अन्या अन्या रीत्या अपि अस्ति, नाम इफ् ए इस् अ सब्सेट् आफ् बि, काम्प्लिमेण्ट् आफ् बि इस् अ सब्सेट् आफ् काम्प्लिमेण्ट् आफ् ए इति खलु. अस्तु, समीचीनं भगिनि. अस्तु, शोभा भगिनी अग्रे. आं महोदय. अस्तु, किन्तु तथैव कुर्मः चेदपि समस्या जायते किल, यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणितं कथं वा स्यात्? इत्युक्ते वह्निः उष्णः वह्नित्वात्, यत् न एवं तत् न एवं यथा जलम् इति वदामः चेत्, नाम जले उष्णत्वं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवेत् यत् अतः वह्न उष्णत्वम् अस्ति? जले वह्नित्वरूपहेतुः नास्ति, अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति, अतः साध्यमपि अस्ति इति तादृशतर्कः भवति वा? न भवति किल. अपि च वदामः चेदपि तर्हि वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति, यथा वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यपि स्यात्. समस्या हि समस्या. तर्हि इदानीं चिन्तनम् अस्ति किम्? अस्तु, तर्हि तथा वदामः चेत् यत् न एवं तत् न एवं यथा जलम् इति व्यतिरेकदृष्टान्तः सम्भवति इति स्वीकुर्मः चेदपि तत्रापि समस्या भवति. तत् सा का इत्युक्ते, समस्या जायते, यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणितं कथं वा स्यात् इति. तत्र नास्ति इति वदनेन, किमपि नास्ति इति वदनेन अन्यत् किमपि अस्ति इत्यस्य प्रमाणं तु तद् न भवति. इत्युक्ते वह्निः उष्णः वह्नित्वात् इति वाक्यमस्ति. तर्हि यन्नैव यन्नैवम् इत्युक्ते तत्र यत्न एवं तत् न एवं यथा जलम् इति वदामः चेत्, नाम जले उष्णत्वं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवति तत्र वन्न उष्णत्वम् अस्ति इति? तत्र सम्बन्धः एव न कल्प्यते. जले उष्णत्वं नास्ति इति वदनेन वन्न उष्णत्वम् अस्ति इति न भवति. इत्युक्ते प्रमाणः तत्र साध्यं न भवति, साधितं नास्ति. जले वह्नित्वरूपहेतुः नास्ति इति जानीमः. जले वह्नित्वरूपहेतुः नास्ति, अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे इति कृत्वा पक्षे हेतुः अस्ति, अतः साध्यम् अस्ति. इत्युक्ते पक्षे इत्युक्ते तत्र इदानीं वह्नित्वपक्षे वन्नौ हेतुः अस्ति, अतः साध्यम् अस्ति इति तादृशतर्कः भवति वा? न भवति, न भवति. अपि च वदामः चेदपि तर्हि वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति यथा, तर्हि वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यपि स्यात्. तर्हि तत्र अन्यत्रापि वक्तुं शक्नुमः, तर्हि तत्र यदि यन्नैवं तन्नैवं यथा जलम् इति योजयामः तत्र वह्निः उष्णः वह्नित्वात् तत् तस्मात् परं यन्नैवं तन्नैवं यथा जलम् इति यथा वदामः, तथा वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यपि स्यात्. समस्या तत्रापि भवति इति. तत्र किमर्थं वायुः उष्णः वायुत्वात् इति? तत्र यतोहि तत्र नास्ति इत्यनेन अस्ति इति इत्यस्य साध्यं न भवति साधनम् नाम इति तत्र तत्र वह्निः उष्णः वह्नित्वात् इति उदाहरणं स्वीकुर्मः, तर्हि तत्र यदि अङ्गीकुर्मः तत्र एतद् अनुमितिज्ञानम् अनुमानम् अस्ति इति यदि स्वीकुर्मः, तर्हि साक्षात् वयं किं वदामः? दृष्टान्तः किमस्ति? जलम् इति दृष्टान्तः, खलु? जले किम् किं नास्ति तत्र? नास्ति, अतः उष्णत्वमपि नास्ति इति इति स्वीकृत्य वयं वदामः, पश्यतु जले वह्नित्वमपि नास्ति अतः उष्णत्वमपि नास्ति इति स्वीकृत्य इति चिन्तनेन वयं यदि वदामः वह्नः उष्णत्वम् अस्ति इति यदि अङ्गीकुर्मः, नाम एतत् समीचीनम् उदाहरणम् अनुमानज्ञानम् इति यदि चिन्तयामः, दृष्टान्तं विना अङ्गीकुर्मः चेत् न दृष्टान्तं स्वीकृत्य जलस्य दृष्टान्तं स्वीकृत्य, नाम व्यतिरेकदृष्टान्तः, नाम यन्नैवं तन्नैवं यथा जलम् इति दृष्टान्तं स्वीकृत्य यदि वयं वदामः आमामाम् एतत् समीचीनम् अस्ति, पश्यतु तत्र जले तत्र उष्णत्वं जले वह्निरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति यदि तद् स्वीकृत्य वयं वदामः, तर्हि तत्र तत्र वह्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति स्वीकृत्य इति वयं चिन्तयामः, तर्हि वह्नः उष्णः अस्ति इति उष्णत्वम् अस्ति इति चिन्तयामः, तर्हि तस्य आधारेण जलस्य आधारेण जले वह्निः रूपहेतुः नास्ति अपि तर्हि तत्र क्षम्यतां तर्हि वह्निः तत्र जले वायुत्वं तत्र इदानीम् अनुमानमस्ति वायुः उष्णः वायुत्वात् तत्र वायुत्वम् इति हेतुः जले नास्ति अतः उष्णत्वम् अपि नास्ति जले इति यदि अङ्गीकुर्मः तर्हि वायो उष्णः उष्णत्वम् अस्ति इति आगतम् आं महोदय हा अतः समस्या हि समस्या नाम एव अन्यत्र अपि कर्तुं शक्नुमः बहुत्र कर्तुं शक्नुमः वायु उष्णः वायुत्वात् अथवा अन्यत् किमपि कृत्य अतः कर्तुं शक्नुमः हा किन्तु अत्र एकः दोषः वर्तते तस्य दोषः यदा निवारितः अनुमानं सम्यक् रीत्या चलति नाम अत्र दोषः किमासीत् जले वह्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूप साध्यं नास्ति किन्तु तादृशचिन्तनम् अत्र आसीत् हा किन्तु अग्रे पश्यामः तत्र चिन्तनं कथं स्यात् इति तर्हि महोदय व्यतिरेकदृष्टान्तेन अन्वयदृष्टान्तं साधयितुं न शक्नुमः नाम नाम अस्तु अस्तु तत्र वदामि तत्र साधयितुं शक्नुमः किन्तु तत्र किञ्चित् सूक्ष्म अंशः वर्तते नाम यत्र यत्र तत् नाम एतत् स्वीकुर्मः तत्र सुलभः उदाहरणं नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः तत्र वह्निः इति सत्यं वा किन्तु तत्र उदाहरणं भिन्नम् उदाहरणं न किन्तु नाम यत्र यत्र हेतुः तत्र तत्र वह्निः तत्र तत्र साध्यम् इति एव खलु आम् आम् तत्र अन्वयव्याप्तिः अस्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् किन्तु अत्र व्यतिरेकं किम् उक्तं तत्र व्यतिरेकं किम् उक्तं तत्र यत्र यत्र हेतुः नास्ति तत्र साध्यं नास्ति इति उक्तम् इति एव अस्माकं चिन्तनमासीत् नाम यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति तर्हि यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति सत्यं वा न असत्यं अतः एव तत्र किं भवति यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति यदि इति साधयितुम् इच्छामः तत् यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति तस्य आधारेण तत् तद् सत्यं नास्ति तद् नास्ति आमाम् आम् यदि वयं तत्र नास्ति इति योजयामः तत्र स्थिति तत्र विपरीतं भवति नाम यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इत्येव सङ्गच्छति अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इदानीं नास्ति इति योजयित्वा वक्तुमिच्छामः तर्हि वदतु नास्ति इति योजयामः चेत् वा कुत्र महोदय यत्र यत्र धूमः तत्र तत्र वह्निः किन्तु इदानीम् अस्ति इति मास्तु नास्ति इति वक्तव्यं किन्तु सत्यं भवेत् किमस्ति तद् यत्र यत्र तदेव उदाहरणं वा अन्यत् उदाहरणं तदेव तदेव उदाहरणम् अस्तु अस्तु यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवेत् किन्तु तत् सत्यं वा तत् तत् असत्यं भवति किन्तु तत्र प्रश्नः महोदय पूर्वं तत्र सूर्यकिरण सूर्यप्रकाशेन एकनिमिषं भगिनि एतत् सम्यक् कुर्मः यत्र यत्र धूमः तत्र तत्र वह्निः इति तु सत्यं खलु आमां किन्तु यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति सत्यं वा नास्ति नास्ति हा यतोहि वह्निः भवितुम् अर्हति यत्र धूमः नास्ति खलु हा किन्तु अन्यत् वाक्यमपि नास्ति इति उपयुज्य वक्तुं शक्नुमः. तद् वाक्यं किम्? यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति. यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति. तदेव अस्ति व्याप्य, तदस्ति व्यतिरेकव्याप्तिज्ञानम्. आमामाम् आम् तस्य अर्थः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति एव तद् ज्ञानं सम्पादयामः. यत्र यत्र धूमः तत्र तत्र वह्निः इति अङ्गीकुर्मश्चेत् यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति सिद्ध्यति. नाम द्वयोः वाक्ययोः ज्ञानं समानमस्ति. किन्तु यदि वयं चिन्तयामः यत्र यत्र धूमः तत्र तत्र वह्निः, तस्य अर्थः अस्ति यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति यदि चिन्तयामः तत्र दोषः भवति. आमाम् आम् सत्यम्. तत्र मम सन्देहः, तत्र सूर्ये अपि वह्निः एव अस्ति खलु, अग्निः एव, उष्णत्वं तेन एव आगच्छति. यद्यपि तत्र वह्नेः रूपं भिन्नं, किन्तु समीचीनं. तर्हि तत्र अङ्गीकुर्मः, तर्हि तत्र पक्षभिन्नस्थले वह्नित्वं नास्ति एव. पक्षभिन्नस्थले वह्नित्वं नास्ति नास्ति खलु. तत्र वह्नित्वं वह्निं विहाय अन्यत्र कुत्रापि लभ्यते वा? न लभ्यते. किन्तु तत्र किं वदामः, सूर्ये तत् किं यत् उष्णत्वं ददाति? उष्णत्वं कुत्रापि भवेत्, नाम यत्र वह्निः अस्ति तत्र धूमः अस्ति इति अस्ति वा? नास्ति खलु. नास्ति. तात्यम् अन्यत्र अपि भवेत्, तेन कापि समस्या नास्ति. वह्नित्वम् इति केवलं वह्नेः कृते एव वदामः, न तु अन्यत्र कुत्रापि. तत्र तथा न भवति. किन्तु नाम यथा भवती उक्तवती, सूर्ये वह्निः अस्ति इति स्वीकुर्मश्चेदपि तत्र किं भवति? वह्नौ नाम तत्र सूर्ये अपि तत्र वह्निः एव अस्ति, अतः एव वह्नित्वं तत्र अस्ति इति वक्तुं शक्नुमः. अतः तत्र वह्नित्वं वह्निं विहाय न कुत्रापि लभ्यते. सूर्ये उष्णत्वं भवेत्, अन्यत्र अपि उष्णत्वं भवेत्, नाम जले अपि उष्णत्वं भवेत्, तेन कापि समस्या नास्ति. किन्तु यत्र वह्नित्वम् अस्ति तत्र उष्णत्वम् अस्ति इति एव अस्माकं प्रश्नः. अतः साध्यं यत्र हेतुः नास्ति तत्र साध्यं भवति, तेन कापि समस्या नास्ति. किन्तु यत्र हेतुः अस्ति अपि साध्यं नास्ति चेत् तत्र समस्या भवति. अपि पक्षं विहाय हेतुः अन्यत्र नास्ति चेत् समस्या भवति. अतः तत्र वदतु भगिनि. क्षम्यतां, परन्तु तत् अपि च वदामः चेदपि तर्हि वह्निः उष्णः वह्नित्वात् अग्रिमं तत् वायुः तत् न स्पष्टतया मनसि तत् सङ्गच्छते. अत्र अपि न सङ्गच्छते भगिनि, नाम यतोहि नाम अस्माकं तत्र यत् उक्तं तत्र केवलं तत्र एतत् प्रदर्शनार्थम् उक्तं तत्र करपत्रे. अस्माकम् अत्र चिन्तनं किम् अस्ति? जले वह्नित्वरूपहेतुः नास्ति, अतः उष्णत्वरूपसाध्यं नास्ति. तावत्पर्यन्तं स्पष्टं, परन्तु भगिनि न एतादृशं चिन्तनं दोषयुक्तः इति वदामि. नाम यदि धूमः अपि वह्निः, धूमः हेतुः वह्निः साध्यं, वयं वक्तुम् इच्छामः यत्र यत्र हेतुः तत्र तत्र साध्यं, इदानीं कोऽपि आगत्य वदति यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति यदि कोऽपि वदति तेन किं यत्र यत्र हेतुः तत्र तत्र साध्यम् अस्ति इति सिद्ध्यति वा? ओहो अस्तु, तदा तादृशतर्कः भवति वा इति प्रश्नः. हा नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति तत् सत्यमिति अवगच्छामः खलु. इदानीं यदि कोऽपि आगत्य वदति यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति, किन्तु तत् सत्यं नास्ति खलु? यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति तेन वयं न जानीमः यत्र यत्र हेतुः अस्ति तत्र तत्र वह्निः साध्यम् अस्ति इति न जानीमः. नाम अत्र यत्र यत्र धूमः तत्र तत्र वह्निः तस्य रूपं तद् ज्ञानं विपरीततया वक्तुम् इच्छामश्चेत् अन्या रीत्या वक्तुम् इच्छामश्चेत् किन्तु सत्यं वाक्यं वदामः चेत् तत् किं भवति? यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति एव वक्तव्यं खलु. अवगतं वा? अत्र यत्र यत्र धूमः तत्र तत्र वह्निः, अथवा यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः अपि नास्ति. नाम अत्र यदा वयं चिन्तयामः पुत्री मात्रा सह एव सर्वत्र गच्छति इति चिन्तयामः, पुत्री मात्रा सह एव सर्वत्र गच्छति. पुत्री अस्ति चेत् माता अस्ति एव खलु? पुत्री नास्ति चेत् माता नास्ति इति वा? न तथा. हा किन्तु तत्र माता नास्ति चेत् पुत्री नास्ति इति अवगच्छामः खलु? आम् मात्रा सह एव पुत्री गच्छति चेत् कुत्रापि पुत्री दृश्यते चेत् माता अस्ति एव. किन्तु माता दृश्यति इति कृत्वा पुत्री अपि तत्र अस्ति इति नास्ति खलु? न तथा. अतः एव यदि वयं नास्ति इति प्रयोजनं कुर्मः तत्र रूपं हेतु नास्ति अतः साध्यं नास्ति इति सम्यक् तर्कः नास्ति. यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति तर्कः सम्यक् भवति. अतः तत्र अत्र तर्कः तादृश तर्कः चलति वा इति अस्ति, न चलति इति एव तत्र. अस्तु, धन्यवादः. समीचीनं, हा समीचीनं प्रश्नः भगिनी. अस्तु तर्हि अत्र एव विरमामः, किन्तु तत्र नूतनविधदृष्टान्तः आवश्यकः, तत् कथम् इति अग्रिमे वर्गे परिशीलयामः. अस्तु तर्हि धन्यवादः, नमस्कारः, अग्रिमे वर्गे विरामः. धन्यवादः. धन्यवादः महोदय. धन्यवादः.